अन्ते सर्वे अधुना अस्माकं विषयः प्रचलितमस्ति धातुविज्ञानं तृतीयकरपत्रं तत्र किंपदी धातु किंपदी अस्ति तस्य अभ्यासः वयं गतरविवासरे वयम् अकुर्मः महोदय प्रतिध्वनि भवत्याः ध्वनिः अस्ति म्यूट् करोतु अस्तु तर्हि किमस्ति अधुना अमित् महोदय अस्ति खलु आं महोदय तत्र एकवारं वदतु गतरविवासरे अस्माभिः किं किं पठितं कानि कानि सूत्राणि आसन् गतवासरे रविवासरे वयं धातुविद्या विज्ञानं द्वितीयकरपत्रं पठितवन्तः तत्र स्वरविज्ञानं इत्युक्ते इत्संज्ञकः अस्ति चेत् पदव्यवस्था ज्ञायते इत्संज्ञकः नास्ति चेत् इड् व्यवस्था ज्ञायते इति दृष्टम् अनन्तरं स्वरचिह्नानि इत्युक्ते उदात्त अनुदात्त स्वरित कथं दर्शयन्ति इति दृष्टम् अनन्तरं पदव्यवस्थायाः सूत्राणि आत्मनेपदी धातु कथं संज्ञा अस्ति अनुदात्त ङित् आत्मनेपदम् अनुदात्तेत् अस्ति अथवा ङित् एत् अस्ति ङित् अस्ति तर्हि आत्मनेपदी अस्ति इति दृष्टम् अनन्तरं स्वरितङित् अस्ति चेत् उभयपदत्वं स्वरितङित् अस्ति अनन्तरं कर्तृ अभिप्राये क्रियाफले आत्मनेपदम् इति दृष्टं तर्हि क्रियापदे स्वरितङित् अस्ति कर्तृभिप्राये क्रियाफले आत्मनेपदम् अन्यथा परस्मैपदम् इत्युक्ते आहत्य स्वरित यत् अस्ति चेत् उभयपदत्वम् इति दृष्टम् अनन्तरं शेषात् कर्तरि परस्मैपदं तर्हि यः धातुः आत्मनेपदी नास्ति तस्य कर्तरि स्थित्याः परस्मैपदं प्राप्यते इति दृष्टम् अनन्तरं किञ्चित् अनुदात्तस्वरित इत्युक्ते किम् अनुदात्त इत्युक्ते स्वरस्य अधः हारिज़ोन्टल् रेखा अस्ति रेखाचिह्नम् उदात्त इत्युक्ते कोऽपि रेखा नास्ति स्वरित इत्युक्ते स्वरात् उपरि वर्टिकल् रेखा अस्ति तत्तु चिह्नानि सन्ति परन्तु अर्थं किं स्वरित उदात्त इत्युक्ते उच्चैः उदात्त नीचैः अनुदात्त समाहारस्वरित इत्युक्ते उच्चारणस्थान भिन्ना सन्ति इदम् अस्ति खलु तर्हि धन्यवादः महोदय यथा महोदयेन उक्तं औपदेशिकधातौ यत् कश्चित् संज्ञकस्वरः अस्ति तेन पदव्यवस्था नाम धातुः आत्मनेपदी उभयपदी अथवा परस्मैपदी अस्ति तस्य निर्णयः भवति. औपदेशिकधातौ यत् उदात्तस्वरः नास्ति तेन तस्य इड्व्यवस्थायाः निर्णयः भवति यत् इड् भवति अथवा न भवति. तर्हि यथा महोदय उक्तं यथा महोदयेन उक्तम् अनुदात्तनित आत्मनेपदम् इति सूत्रेण यदि धातोः अनु यदि धातौ अनुदात्तस्वरः इत्संज्ञकः अस्ति अथवा कवर्गस्य नकारस्य इत्संज्ञा अस्ति तर्हि धातु आत्मनेपदं भवति आत्मनेपदी धातु भवति. तदनन्तरं यदि धातौ स्वरः यत् अस्ति इत्संज्ञकः तत् स्वरित अस्ति अथवा धातौ चवर्गस्य नकारस्य इत्संज्ञा अस्ति तर्हि कर्तृभिप्राये धातु आत्मनेपदी अस्ति नो चेत् परस्मैपदी अस्ति नाम धातु उभयपदी अस्ति. शेषाः सर्वे धातु शेषाः सर्वे धातवः परस्मैपदिनः सन्ति शेषात् कर्तरी परस्मैपदम् इति सूत्रेण परन्तु केवलं कर्तरी इति विषये कर्मविषये अथवा भावविषये न इति वार्ता अस्ति. अनुदात्त इत्युक्ते यदा महोदय उक्तं स्वरस्य उच्चारणं निच्चैः गच्छति स्वरस्य अधोभागे करपत्रे रेखा अस्ति. स्वरित इत्युक्ते समाहार उच्चारणम् अस्ति न उच्चैः न निच्चैः. करपत्रे तु स्वरेषु उपरि भागे रेखा अस्ति. तदनन्तरम् उदात्त इत्युक्ते उच्चारणम् उच्चैः गच्छति करपत्रे कोऽपि किमपि चिह्नं नास्ति उदात्तस्वरस्य कृते इति वार्ता अस्ति. अस्तु तर्हि गतरविवासरे अस्माकम् अभ्यासः जायमानः आसीत् तदेव कुर्मः. कुत्र आसीत् वयं कुत्र आसन् वयं को अस्ति मीनासुन्दरेशन् महोदय अस्ति खलु मीनासुन्दरेशन् नास्ति वा अस्तु. विधि महोदय विधि गोविन्दराजन् श्रूयते वा? आं महोदय आं महोदय मीना महोदय करोति श्रूयते वा? आमां मीना महोदय किं करणीयम्? अभ्यासः अभ्यासः अस्ति खलु इमे धातवयः सर्वे भ्वादिगणीयः आत्मनेपदी क्रीडव्यवस्था अस्ति खलु तस्य साक्षात् उपरि अभवत् तत्र पञ्चमः धातुः अस्ति पञ्चमः ह्रिय आम् क्रिञ्ज् धातु उदात्तः भवेत् प्रथमं तु वदतु अत्र इत्संज्ञकः वर्णाः के सन्ति. क्रिञ्ज् धातु इत्संज्ञकवर्णः अनुनासिक नास्ति ञकार चवर्ग अनुनासिकवर्णः वर्णः अस्ति उदात्तः अनुदात्तः अपि अस्ति. सर्वप्रथमं वदतु इत्संज्ञकाः वर्णाः के के सन्ति तदनन्तरं वदतु लौकिकरूपं धातोः लौकिकरूपं किम् अस्ति तदनन्तरं वदतु आत्मनेपदी उभयपदी अथवा परस्मैपदी. क्रिञ् धातु ञकार अनुनासिकवर्णम् अनुनासिक चकार चवर्ग अनुनासिकवर्णम् अनुनासिकवर्णमस्ति. ञकार चक चवर्ग ञकार अनुनासिकवर्ण कथमस्ति किं वदति? केन सूत्रेण ञकारस्य लोपित् संज्ञा भवति? उपदेशे अनुनासिक इति सूत्रेण. ञकारः स्वरः अस्ति वा? ञकारः स्वर नास्ति. तर्हि उपदेशे अजनुनासिक सूत्रेण कथं भवति? ऋकार अनुनासिकः. ऋकार अनुनासिकः अस्ति वा अत्र? ऋकार केवलं वदतु अत्र इत्संज्ञकवर्णः कः अस्ति एवं वदतु. इत्संज्ञकवर्णः ञकारः. केन सूत्रेण? नमस्कारः महोदय, मम नाम जयन्तः, अहं केवलं श्रोतुम् हलन्त्यं खलु हलन्त्यं खलु य हलन्त्यम् इति सूत्रेण इत्संज्ञकवर्णः हृ उद हृ हृ भव तस्मात् लोपः हृ एव अलौकिकधातुः भवति अवशिष्यते. अनुदात अनुदा हृ इति अनुदातः हृ प्लस् शप् ति हरति. कथं जानाति अत्र परस्मैपदी अस्ति? परस्मैपदी इति इत्सम्यकवर्ण अच् अस्ति अनुनासिक नास्ति. अनुनासिकवर्णः नास्ति तस्मात् अनुदातः तस्मात् परस्मैपदी. एवं वा? उभयपदी किल? अहं न भवत्यां पृच्छामि. इत्सम्यकवर्णः अच् नास्ति अनुदात् अनुदातः अस्ति ञित् ञित् ञित् अस्ति तस्मात् उभयपदी. केन सूत्रेण? केन सूत्रेण? स्वरितज्ञितः कर्तृप्रभिप्राये क्रियाफले. तर्हि अत्र स्वरित तु नास्ति खलु? अनुदातज्ञितः सात् महोदय अत्र स्वरित अस्ति वा? स्वरित नास्ति अनुदातः अस्ति. अनुदातः स्वरितनित कर्तृभिप्राये क्रियाफले इति सूत्रेण भवती वदति यत् उभयपदी अस्ति खलु, परन्तु अत्र तु स्वरित नास्ति, कथं भवति? ञित् अस्ति. एवं वदतु खलु, ञित् अस्ति खलु? ञित् अस्ति. तर्हि तर्हि रूपद्वयं किं भवति? हरति हरते. हरति हरते अस्तु. पुनरपि वदामि महोदय, संशयः भवति मम मनसि. हृ धातु इत्सम्यकवर्णः अच् नास्ति तस्मात् परन्तु अनुदातः अस्ति. अनुदातः अस्ति ततः ञित् अपि अस्ति तस्मात् उभयपदे. न अत्र अनुदात्तनित आत्मनेपदं सूत्रस्य प्रसक्तिः अत्र अनुदात्तस्वरः इत्संज्ञकः नास्ति खलु? नास्ति. अतः केवलं स्वरितनितकर्तृभिप्रायक्रियाफले सूत्रेण नित् अस्ति अथ उभयपदी अस्ति इति वार्ता अस्ति. अतः उभयपदी उभयपदी हरति हरन्ते. हरति हरते अस्तु धन्यवादः महोदय अग्रे विजिगोविन्दराजन् महोदय अस्ति खलु अस्ति महोदय अनुदात्त इत् नास्ति स्वरित इत् अपि नास्ति अत एव शेषात् कर्तरी परस्मैपथम् इति सूत्रेण परस्मैपति भवति तृ भुवादिगणे षप् प्रत्यय इप् हलन्त्यं ष लसत्वदत्तितौ इति सूत्रेण तस्मात् तस्य लोपः इत्यनेन लोपः भवति तृ योगः अ अत्र ऋ गुणकार्यमस्ति सार्वधातु अर्थधातुः तृ अर् इत् अर् अ प्लस् ति इति तरति तरति इति अभिशिष्टम् इत् अर् अविकर्णप्रत्यय अङ्गकार्यं गुणकार्यम् अस्ति इत्यनेन तरति ति तिङ् प्रत्यय तरति इति अभिशिष्टम् अग्रे करोतु बेङ् ङित् अस्ति अधोरेखा अनुदातः ङित् अस्ति अत्र आत्मनेपथ्यरूपं किमर्थम् अनुदातः अस्ति इङ् इति हलन्त्यम् इति उपदेशे हलन्त्यम् इति सूत्रेण इङ् लोपः भवति किल आम् अत्र अनुदात्त नित इति सूत्रस्य निमित्तं किम् अनुदात्त इत अस्ति अथवा नित् अस्ति नित् अस्ति आम् अत्र अनुदात्त इति नास्ति खलु अत्र अनुदात्तस्वरः नास्ति इत् अस्ति नित् अस्ति न इत् भवति इत्यनेन आत्मनेपथ्यरूपं भवति दे अ ति दे योगः ऐ योगः ति महोदय कथं किमर्थं सन्धिकार्यं दे ऐ ति देयति देयति कथं भवति खलु समीता समीता इद् ऐ ति दयति दयति वा दयति न दयते आत्मनेपदि आत्मनेपदि दयते धन्यवादः धन्यवादः अत्र ए ए कः अस्ति अत्र कोऽपि अस्ति अत्र ए लिखितमस्ति केवलम् ए सुमित्रा महोदय महोदय अस्मि स्वास्थ्यं न सम्यक् अस्ति शृणोमि अद्य किमस्ति स्वास्थ्यं न सम्यक् अस्ति महोदय शृणोमि केवलम् अस्तु अस्तु चिन्ता नास्ति अस्तु मलर् महोदय म महोदय अग्रे करोतु कृपया. शृणोति वा? आम् शृणोति. ड्रिङ्क् इति नकारस्य अनुस्वारः नकारः अस्ति, तत् इत्सञ्ज्ञा भवति इति. तत् आत्मनेपदं वा? नकारः अस्ति. अदे केन सूत्रेण आत्मनेपदी भवति इति वदति? सरितः भर्तृभिप्राये क्रियाफले. आम् परन्तु अनुदातः अस्ति न, अतः स्वरितः नास्ति अत्र. निदस्ति खलु? इदस्ति. तर्हि नकारस्य हलन्त्यम् इति सूत्रेण इत्संज्ञा भवति खलु? इत्संज्ञा भवति. तर्हि उभयपदी अथवा आत्मनेपदी अस्ति अत्र. नित् अस्ति खलु? एकनिमिषं महोदय. भ्रिय अस्ति अत्र. अत्र वदतु इत्संज्ञकवर्णः कः अस्ति? हलो हलो श्रावणस्य न ध्वनिमध्ये क्लेशः अस्ति वा? सम्यक् न शृणोमि महोदय. आम् तदेव अहमपि. तत्र डिस्टर्बन्स् अस्ति खलु प्रायः. अस्तु एकवारं शृणोतु, प्रायः अनन्तरम् आगच्छति. अमित् महोदय. आम् महोदय. भ्रूय करोतु. भ्रूय इति उपदेशकधातुः, तत्र यकारस्य हलन्तम् इति सूत्रेण इत्संज्ञा, तस्य लोपः इत्यनेन लोपः, लौकिकरूपः भ्रू इति भवति. तर्हि अत्र स्वरित इत् स्वरितयित कर्तृभिप्राये क्रियाफले इत्यनेन सूत्रेण आत्मने उभयपदी उभयपदत्वं भवति. तर्हि रूपाणि सन्ति भरति भरति भरते च. तर्हि अत्र रकारः यत् अस्ति तत् अनुदात्त अस्ति, अतः केवलम् आत्मनेपदी न भवति इत्युक्ते इति न वा? न, अनुदात्तत्वात् पदव्यवस्था न प्राप्यते, अनुदात् इत् भवेत्. अतः अत्र अनुदात् इत् नास्ति, केवलम् अनुदात् स्वरः अस्ति. तस्मात् इड् व्यवस्था ज्ञायते, न तु तद् व्यवस्था. अस्तु भरति भरते. आम् अग्रे करोतु. द्रै द्रै उपदेशकधातु, कोऽपि संज्ञकः नास्ति, शक्स् साक्षात् द्रै एव भवति लौकिकरूपः. अत्र अनुदात् नियत् स्वरित् नियत् कस्यापि प्रसक्तिः नास्ति. तर्हि शेषात् कर्तरि परस्मैपदम् इत्यनेन परस्मैपदी भवति. द्रै योग शप् योगति द्रयति इति रूपं भवेत् इति मन्ये. कथं द्रयति कथं भवति? न भवति वा द्रै अयोग अयोगकार्यं किं भवति अयोग किं भवति अयोगः एचो एव यावः अस्ति खलु तर्हि एचो एव यावः किं किं भवति ऐ स्थाने द्रायति द्रायति द्रायति द्रायति क्षम्यता द्रायति अस्तु धन्यवादः अग्रे विजिगोविन्दराजन् महोदय अस्ति खलु आं महोदय करोतु अनुनासिक स्वरः अस्ति किन्तु कोऽपि रेखा नास्ति अनुदातः नास्ति परस्मैपदी शेषात् कर्तरि परस्मैपदी पदम् इति सूत्रेण परस्मैपदी इट् लोपः भवति इट अलोपः भवति इ अविशिष्यते इट् इट् महोदय लौकिकरूपं किम् अस्ति इट् अथवा इ इट् इट् किमस्ति इ अविशिष्यते महोदय तदस्ति चेत् टकारस्य लोपः केन सूत्रेण भवति ओहो टकारस्य आदौ कृत्वा आ अपगच्छति इट् अविशिष्यते इट् अविशिष्यते आ केवलम् आ अपगच्छति इट् योगः शप् योगः ति इट् योगः आ योगः ति इटति इटति वा परस्मैपतिरूपम् इटति इटति वा इटति सम्यक् अस्ति वा न महोदय सम्यक् अस्ति वा इटति किमपि गुणकार्यम् इत्युक्ते नास्ति वा गुणकार्यं न भवति ओ गुणकार्यं सुगन्धलघुपदस् आं महोदय तर्हि रूपं किं भवति ये भवति ये योगः आयोगः ति एति एति ओ टकार अपि अस्ति खलु टकार कुत्र ओ एट् एटति एटति क्षम्यतां महोदय इकारस्य गुणकार्यं भवति सुगन्धलघुपदस्य च इति सुगन्धलघुपद इकारस्य लघु इकारस्य एकारः भवति रूपं भवति एटति एटति क्षम्यतां महोदय अस्तु अग्रे मित्रु अत्र तु रु अनुनासिक रु अस्ति लोपः भवति अनुनासिक रेखा अस्ति उपरि स्वरित इत् अस्ति स्वरित इत् अस्ति चेत् स्वरितनित कर्तरी प्रयोगः क्रियापदे कर्त्राभिप्राये क्रियापदे इति सूत्रेण उभयपदी भवति लौकिकरूपं किं भवति धातु मित्र मित्रलौकिकधातु अस्ति ऋकारः अपि अस्ति वा लौकिकधातुमध्ये ऋकारः लोपः भवति मिद् उपदेशे अजनुनासिक इति सूत्रेण अनुनासकारः अवगच्छति. तर्हि किम् अवशिष्यते? मिद् मिद् लोपः मिद् पुगन्धलघुपदस्य इति सूत्रेण मि मे इति परिवर्तनं करोति. मेदति मेदति मेदति मेदते रूपद्वयमस्ति किल, मेदते मेदति मेदते. अस्तु अस्तु महोदय, धन्यवादः. अग्रे मीना महोदय अस्ति खलु, मीना सुन्दरेशन्. मीनासुन्दरेशन् महोदय नास्ति वा? गच्छति. हलो, अन्म्यूट् करोतु. अहं करोमि, परन्तु सा शृणोति खलु. श्रूयते वा? न महोदय, भवत्या ध्वनिः न्यूना अस्ति, बहु न्यूना अस्ति. न शृणोति महोदय. अस्तु, ए ए कः अस्ति? ए कोऽपि ए अस्ति, ए ए कः अस्ति न जा कोऽपि अस्ति वा येन एकवारमपि न पठितम्? न महोदय, बहु न्यूना अस्ति. अस्तु, प्रायः एकवारं पुनः आगच्छतु, डिस्कनेक्ट् कृत्वा पुनः आगच्छतु. एत्र कोऽपि अस्ति वा येन एकवारमपि न पठितम्? महोदय, मीना महोदय. अस्तु, मलर् महोदय अपि मलर् महोदय भवत्याः लैन् मध्ये अधुना सम्यक् अस्ति वा? अस्ति महोदय, इदानीं शृणोमि महोदय. करोतु अग्रे. जिषु अत्र अनुनासिकः अनुनासिक इत्यन्या भवति अतः अनन्तरं करोतु महोदय. जिष् भवति अत्र अनुदात स्वरित नास्ति, अतः परस्मे प्रति भवति. शेषात् कर्तरि परस्मै पदम् इति सूत्रेण, अतः जिषति भवति वा? जिषति भवति वा? जेषति सुगन्तलघुपदस्य इति कारणेन जेषति. जेषति इति भवति. जेषति इति अग्रे मृगान् अत्र अनुदातः अपि अस्ति, अनुसरः अपि अस्ति, अतः आत्मनेपदि भवति. अनुदातः अपि अस्ति, अतः इत्संज्ञका भवति वृ वृ योगः वारति वा एकनिमिषः अत्र किमस्ति अत्र आत्मनेपदी अस्ति परस्मैपदी अस्ति वा उभयपदी अत्र आत्मनेपदी केन सूत्रेण आत्मनेपदम् इति सूत्रेण आत्मनेपदी अस्ति अस्तु लौकिकधातुः धातुः कः वृक् भवति रूपं किम् वृकते एवं वा वर्कते मदर् महोदय अत्र को किमपि गुणकार्यं वृ अत्र अश्वः वर्तते भवति केन सूत्रेण सुगन्तलघुपदस्य इति सूत्रेण वर्तते वर्तते अस्तु धन्यवादः महोदय मीना महोदय अथ श्रूयते वा महोदय श्रूयते वा अथ अनुनासिक चिह्नम् अस्ति इत् संज्ञा भवति तस्मात् अनुदात्त नास्ति स्वरित नास्ति तस्मात् शेषात् कर्त्री परस्मैपदम् इति सूत्रेण परस्मैपदम् अट् शप् ति अटति अटति उत्तमम् अग्रे अग्रे मृदु मृदु अनुनासिकचिह्नम् अस्ति अनुनासिकस्वराः सह एव अस्ति उपदेश अनुनासिक अनुनासिक इत्संज्ञा भवति तस्य लोपः भवति वृद् इति अवशिष्यते अनुदात धातुः वर्णः तस्मात् आत्मनेपदि वर्धते केन सूत्रेण आत्मनेपदि अनुदात सूत्र अनुदात्तञ्जित आत्मनेपदम् तर्हि आत्मनेपदी परन्तु रूपं वृधते भवति खलु ते वर्धते किमर्थं वर्धते किमर्थम् उपदाय लघु उपदाय गुणः भवति आम् केन सूत्रेण लघु उपदायां सूत्रं वदतु उपदायां दीर्घः उपदायां दातु दीर्घः दीर्घः तु किमपि नास्ति कोऽपि सूत्रं ह्रस्व इक् अस्ति तर्हि तस्य गुणकार्यं भवति खलु केन सूत्रेण उपदादीर्घः इति सूत्रेण पुगन्तलघुपदस्य खलु पुगन्तलघुपदस्य इति सूत्रेण सूत्राणि सम्यक् रीत्या वदतु. अत्र उपधादीर्घः किमपि नास्ति, अत्र उपघन्तलघुपदस्य च सूत्रं सम्यक् रूपेण अस्माभिः सम्यक् रूपेण अस्माभिः वक्तव्यम् इति अस्ति सर्वदा. तर्हि यदि स्मृत्याम् अस्ति चेत् बहु उत्तमं, नास्ति चेत् पठित्वा वदतु, परन्तु सम्यक् रीत्या वदतु. पुगन्तलघुपदस्य च इति अस्ति, पुगन्तलघुपदस्य, तर्हि पुगन्तलघुपदस्य च इति एव वक्तव्यम्. अस्तु अस्तु, धन्यवादः महोदय. तर्हि अत्र अमित् महोदय अस्ति खलु? आं महोदय. तर्हि अमित् महोदय गतरविवासरे अमित् महोदय कृतम् अतः अमित् महोदयं वदामि, परन्तु सर्वे अपि कृपया शृण्वन्तु यत् अत्र किमपि महत्त्वपूर्णमस्ति. अत्र द्वितीयधातुः अस्ति खलु बुधिर्. तर्हि अत्र अस्माभिः गतरविवासरे अमित् महोदय भवान् प्रायः भवता प्रायः उक्तं यत् अत्र रकारस्य इत्संज्ञा भवति हलन्त्यम्, अनुस्वार इकारस्य इत्संज्ञा भवति केन सूत्रेण? उपदेशे अजननासिक इति सूत्रं भवति खलु. तर्हि बुध् बुध् भवति. आम्, परन्तु अत्र इर् अस्ति, तथा नास्ति, अत्र इर इत्संज्ञा वाच्य अस्ति. आम्, तर्हि अत्र रूपं समानमेव भवति बुध्, परन्तु यदि इर इत्संज्ञा वाच्या यदि वयं कुर्मः तर्हि बुध् भवति, हलन्त्यं तदनन्तरम् उपदेशे अजनासिक इति सूत्रमस्ति, तर्हि इद् बुध् भवति खलु, समानमेव भवति. परन्तु उपदेशे अजनासिक इति तु असत्यम् एव अस्ति, समीचीनं न अस्ति. भवान् जानाति वा किमर्थम्? प्रश्नः अवगच्छति वा? अवगच्छामि. हलन्त्यम् इत्यनेन रकारस्य लोप गत्वा उपदेश आवश्यक औपदेशिक अवस्था न तिष्ठति. तर्हि अहं वदामि यत् हलन्त्यं तदनन्तरम् उपदेशे अज् अनुनासिक इति वयं यदि कुर्मः तर्हि बुधेव भवति खलु. आम्, परन्तु अहं वदामि तत्तु साक्षात् असत्यमस्ति, असमीचीनम् अस्ति. इर इत्संज्ञा वाच्य इति एव करणीयं. भवान् वदितुं शक्नोति वा कथं, किमर्थम्? न महोदय, सम्यक् न जानामि. भवान् जानाति परन्तु प्रायः न स्मरति. अस्तु, यदि अत्र हलन्त्यं कुर्मः तदनन्तरम् उपदेशे अनुनासिक इति यदि वयं कुर्मः तर्हि लौकिकधातुः किं भवति, कः भवति? बुद्ध भवति. एकवारं पुनः चिन्तयतु. रकारस्य लोपः भवति, इकारस्य लोपः भवति, तदनन्तरं लौकिकरूपं किं भवति? बुध. अन्य कोऽपि सूत्रं नास्ति वा? अन्य लघुपदस्य लघुपदस्य अनन्तरम् आगच्छति गुणकार्ये, परन्तु इदि तो नुम् धातोः भवति खलु. तर्हि यदि इकारस्य अनुस्वार अनुनासिक इकारस्य यदि इत्संज्ञा अस्ति तर्हि लौकिकरूपं भवति बुन्. तर्हि लट् लकारे रूपं किं भवति? बुन्दति. परन्तु बुन्धति तु रूपं किमपि नास्ति खलु. सत्यम्. अतः अतः केवलम् उपदेशे हनन्त्यम् इति सूत्रं सूत्रेण इत्संज्ञा न भवति. तर्हि ततः भवति चेत् रूपसमीचीनं न भवति, रूपं समीचीनं न भवति. अतः इर इत्संज्ञा वाच्या इति इति वार्तिकेन एव इति वाच्या अस्ति, तया एव इत्संज्ञा भवति. अतः बुध् भवति, तदनन्तरं बोधति इति भवति. भवान् एकवारं पुनः अस्तु अवगतं. धन्यवादः. धन्यवादः इति अहं चिन्तयामि प्रायः. इर् किमर्थम् एकवारं पुनः वदतु भवान्. अहं वदामि कृपया. इत्संज्ञा वाच्या इति सूत्रेण एव रूपम् इति सूत्रेण एव भवति, न तु उपदेशे अनुनासिक इति सूत्रेण. यतोहि तावदस्ति चेत् इदि तो नुम् धातोः इति सूत्रेण लौकिकरूपं बुन्धति इति भवति खलु. अस्तु महोदय, धन्यवादः. इति अहं चिन्तयामि, मम चिन्तनमस्ति. अस्तु अग्रे. तर्हि इदानीं पर्यन्तं पदव्यवस्थायां कस्यापि कोऽपि प्रश्नः अस्ति वा? सर्वे अवगच्छन्ति खलु? नास्ति चेत् कृपया पृच्छतु. यत्र सूत्रं सूचनार्थं तत्र एव भ्रमः अस्ति. तत्तु अभ्यासेन वारं वारं पठित्वा क्लेशः न भवति. प्रश्नः अस्ति वा कोऽपि? नास्ति चेत् अग्रे गच्छामः. अस्तु, नास्ति इति मन्ये. अग्रे अस्ति इडव्यवस्था. इडव्यवस्था नूतनविषयः अस्ति. तर्हि अत्र को अस्ति, को अस्ति? अमित् महोदय. आम्, भवान् एव पठतु. अस्तु, इड्व्यवस्था. इड् नाम किम्? प्रायः अस्माभिः सर्वैः अवलोकितं स्यात् यत् तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः श्रूयते, कुत्रचित् न. यथा तिङन्तेषु गमिष्यति इत्यत्र मकारोत्तरः इकारः अस्ति, द्रक्ष्यति इत्यत्र एवं कोऽपि इकारः नास्ति. कृदन्तेषु पठितुम् इत्यत्र ठकारोत्तरः इकारः अस्ति, कर्तुम् इत्यत्र एवं कोऽपि इकारः नास्ति. अस्य इकारस्य नाम इट् आगमः, इडागमः. तर्हि कुत्र इडागमः संयुज्यते अपि च कुत्र न इत्यस्य विज्ञानस्य नाम इड्व्यवस्था. यत्र इडागमस्य योजनार्थं धातोः अनुकूलता वर्तते तत्र धातुः सेट् इति उच्यते. सेट् इत्युक्ते इटासः, बहुव्रीहिसमासः. एतादृश बहुव्रीहिसमासस्य यस्य सः येन सः इति शैली न भवति, किन्तु अन्यपदप्राधान्यम् अस्ति. प्रधानं न स न वा इट् अपि तु धातुः. यत्र एतादृशी अनुकूलता नास्ति तत्र धातुः अनिट् इति उच्यते. अनिट् इत्युक्ते न इट्. इट् राहित्यं यस्य स. सामान्यतया धातुः सेट् अस्ति चेत् अपि च तस्मात् यः प्रत्ययः विहितः अस्ति सः अपि सेट् अस्ति चेत् तर्हि तत्र इड् अनुकूलता विद्यते. नाम तस्यां दशायाम् इडागमः भवितुम् अर्हति. धातुप्रत्यययोः कश्चन ईडानुकूलो नास्ति चेत् सामान्यतया तत्र ईदनुकूलता नास्ति। अपवादाः सन्ति किन्तु सामान्यनियमः अयम्। किमस्ति आशयं वदतु। तिङन्तेषु कृदन्तेषु च कुत्रचित् इकारः आगच्छति कुत्रचित् न आगच्छति। यथा इकारः आगच्छति चेत् तस्य इडागमः इति उच्यते। इडागमः यस्य धातोः आगच्छति आगन्तुम् अर्हते तस्य धातोः सेट् इति वदति, नो चेत् असेट्, नो चेत् अनिट्, नो चेत् अनिट्। धातु सेट् अस्ति, तस्य प्रत्ययः अपि सेट् अस्ति, तर्हि इडागमस्य प्रसक्तिः भवति अथवा न, अन्यथा न इति आशयः। अस्तु, अपवादाः सन्ति किन्तु अयं सामान्यनियमः। तर्हि कुत्र यदि सर्वे प्रायः जानन्ति यत् कुत्र कुत्र इडागमः अस्ति, यथा पठिष्यति तत्र इडागमः आगच्छति, परन्तु पास्यति तत्र इडागमः नास्ति, तर्हि एवं कृदन्तेषु अपि अस्ति पठितुम् अत्र इडागमः अस्ति परन्तु पातुम् इति इडागमः नास्ति, तर्हि कुत्रचित् इट् आगच्छति कुत्रचित् इट् नागच्छति। इडागमः इत्युक्ते इट् आगमः, इट् इट् मध्ये तकारस्य लोपः भवति हलन्त्यमिति सूत्रेण, केवलम् इ इति अवशिष्यते। तर्हि ईकारः कुत्र कुत्र आगच्छति कुत्र कुत्र न आगच्छति। तर्हि केचन प्रत्ययाः तेषु इड् अनुकूलता अस्ति, केचन केषुचु प्रत्ययेषु इड् अनुकूलता नास्ति। तर्हि यदि प्रत्ययाः प्रत्ययेषु इड् अनुकूलता अस्ति तर्हि प्रत्ययाः सेड् इति भवन्ति, स इड् सेड्। यदि प्रत्ययेषु इड् अनुकूलता नास्ति तर्हि प्रत्ययः अनिटः भवति, न इट् अनिट्। प्रत्ययः यथा इट् अथवा सेड् भवति तथैव धातवः अपि इट अनिटः अथवा सेटः भवति। केचन धातुषु मध्ये केषुचु धातुषु इड् अनुकूलता भवति तर्हि सेट् भवन्ति, केषुचु धातुषु इड् अनुकूलता न भवति अतः अनिटः अनिटः। तर्हि आहत्य यदि धातुः अपि सेट् अस्ति प्रत्ययः अपि सेट् अस्ति उभौ सेट् सन्ति सेट् स्तः चेत् एव इडागमः भवति। एकः एव यदि एकमपि सेट् नास्ति तर्हि इड् न भवति इडागमः न भवति इति वार्ता अस्ति। तर्हि इडागमः यागमः यदि कर्तुम् इच्छामः तर्हि प्रथमं तु प्रत्ययश्च उभौ सेट् सन्ति वा अत्र न सन्ति चेत् एकमपि सेट् नास्ति चेत् इडागमः न भवति इति सामान्यनियमः अस्ति। अपवादः सन्ति परन्तु सामान्यनियमः तु अयमेव अस्ति इति वार्ता अस्ति। अस्तु, अधुना प्रश्न यत् कथं जानीमः कः धातुः सेट् अस्ति कः धातुः प्रत्ययः सेट् अस्ति कः प्रत्ययः सेट् नास्ति इति अधुना प्रश्नः आगच्छति कथं जानीमः तद् अग्रे द्रक्ष्यामः। महोदय प्रश्न अनुकूलः इत्युक्ते किं तस्य स्थितेः अनुकूलः इत्युक्ते अनुकूल इत्युक्ते तत्र पासिबिलिटि अस्ति वा अथवा न केपेबल् अस्ति वा इड् अनुकूल इत्युक्ते केपेबल् आफ् इट् अस्ति। अस्तु महोदय, अस्तु अस्तु। तर्हि महोदय संशयः मीना महोदय पृच्छतु. एतद् वाक्यं न सम्यक् अवगतं मया. एतादृश बहुभुजी समासस्य यस्य सह येन सह इति शैली न भवति. तादृशम् अवगतं, किन्तु अन्यपदप्राधान्यम् अस्ति. प्रधानं न स न वा इट् अपि तु धातुः. किमर्थं तत्र? अत्र से बहुव्रीरूपम् अस्ति खलु. बहुव्रीसमासः सामान्यरीत्या बहुव्रीसमासः कथम् अस्ति, यथा चक्रपाणि अस्ति खलु, चक्रं पाणौ यस्य, तत् अवगतम्. अत्र यथा बहुव्रीसमासः अस्ति, तर्हि अत्र बहुव्रीसमासमध्ये अन्यपदप्रधानमस्ति खलु. तर्हि अत्र सेट् अस्ति, अत्र सेट् अस्ति इतासः इति अस्ति, परन्तु अत्र अत्र यस्य सः येन सः इति शैली न भवति, परन्तु तादृशी शैली नास्ति चेदपि बहुव्रीहिसमासः एव अस्ति, यतोहि अत्र अन्यपदप्राधान्यम् अस्ति. स प्रधानं नास्ति, इत् प्रधानं नास्ति, अन्यपदप्रधानम् अस्ति, नाम धातुः खलु. अतः बहुव्रीहि एव अस्ति. उदाहरणं महोदय, कस्य उदाहरणं? अपि तु धातुः अत्र सेट् एव अस्ति खलु. अत्र इतासः इति अस्ति तस्य विग्रहः. अत्र स मध्ये अपि प्राधान्यं न अस्ति, इट् मध्ये अपि प्राधान्यं न अस्ति. अन्यप्रधानम् अस्ति, नाम धातुः. अत्र सेट् इत्युक्ते तस्य प्राधान्यं धातुमध्ये गच्छति, अन्यपदे गच्छति. अतः बहुव्रीहिसमासः अन्यपदे गच्छति. यथा चक्रपाणि अस्ति खलु, चक्रपाणि अथवा अत्र चक्रमध्ये अपि प्राधान्यं नास्ति, पाणौ मध्ये अपि प्राधान्यं नास्ति, परन्तु विष्णुमध्ये अस्ति, अन्यपदप्राधान्यम् अस्ति, बहुव्रीहिः अस्ति. परन्तु सामान्यबहुव्रीहिसमास इव अत्र येन सह यस्य सह इति किमपि नागच्छति. अतः भ्रमः मास्तु यत् बहुव्रीहिः नास्ति. सः तत् वाक्यं बहुव्रीहिसमासस्य विवरणम् अस्ति किं? हां, परन्तु सामान्यबहुव्रीहिसमास इव अत्र यस्य सह येन सह इति शैली नास्ति, अतः लिखितमस्ति वाक्यम्. ओके, अस्तु. अमित् महोदय, भवतः प्रश्नः अस्ति खलु? सः एव प्रश्नः. अस्तु अस्तु महोदय. अस्तु, अग्रे गन्तव्यः. मीना महोदय. इत् सम्यकेन अच्वर्णेन धातुः किं पदि इति निर्णयः क्रियते. सम्यकेन अच्वर्ण किं क्रियते, अपि च अवशिष्टस्वरेण निर्णयः क्रियते अयं धातुः इत् अनित् वा इति अस्माभिः उक्तम्. ओके, इत् संज्ञकानां वर्णानां निष्कासनान्तरं यः स्वरः अवशिष्यते तेन स्वरेण धातुः इत् वा अनित् वा इति निर्णयः क्रियते. अनेन स्वरेण इत् व्यवस्था ज्ञायते. पठित्वा पठनं कृतं वा? अग्रे वदतु. तर्हि अत्र इद् व्यवस्था कीदृशी इति द्रष्टव्यं. वृत्तान्ते पठ इति धातुः डकारोत्तरवर्ती यः अकारः अस्ति सः अनुनासिक उदात्तः. अनुनासिक उदात्तः च, अतः धातुः परस्मैपदी. पकारोत्तरवर्तीयः अकारः अस्ति, यः अकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते. पकारोत्तरवर्तीयः अकारः अस्ति सः अवशिष्टः स्वरः इति उच्यते. अयम् अकारः कीदृशः इति ध्येयम्. अवशिष्टः स्वरः अनुदातः चेत् धातुः अनित्. अयम् अवशिष्टः स्वरः उदात्तः स्वरितो वा धातुः सेत्। पकारो उत्तरवर्ति अकारः उदात्तः अतः धातुः सेत्। गै धातौ ऐकारः अनुदात्तः अतः धातुः अनिट्। मेङ् धातौ नकारस्य इत्संज्ञा मे अवशिष्यते। एकारः अनुदात्तः अतः धातुः अनिट्। क्षिक्षिवु इति धातौ उकारः अनुनासिकः अतः तस्य इत्संज्ञा लोपः च। क्षिव् इति अवशिष्यते। क्षकारोत्तरवर्तीयः इकारः सः उदात्तः अतः धातुः सेत्। उपर्युक्तस्य नियमस्य कारणं यदि अवगन्तुम् इच्छेम तर्हि सूत्रद्वयं द्रष्टव्यं भवति। तर्हि आशयं वदतु। यद् व्यवस्था कीदृशं भवति इति अत्र वर्णयति। उदाहरणरूपेण यदि पठयति धातुः उदाहरणं अनुनासिक उदात्तः भवति अतः अनुनासिक उदात्तः तस्मात् परस्मैपदे अवशिष्टः यदि धातुः गै धातु उदाहरणं धातु अनुदात्तः अतः धातु अनिट्। मेङ् धातौ नकारस्य इत्संज्ञा मे एव अवशिष्यते। एकारः अनुदात्तः अतः धातु अनिट्। उदात्तः परस्मै उदात्तः यत्र धातु उदात्तः अनुनासि अतः धातु इत् भवति। किञ्च भ्रमः अस्ति तत्र। अनुनासिक उदात्तः अतः धातु परस्मैपदम् अनुदात्तः चेत् धातुः अनेत्। उदात्तः चेत् स्वरितः वा सेत् भवति वा। अनुदात्तः धातुः अनेत्। उदात्तः स्वरितः धातुः सेत्। एवं वा। अनुदात्तः धातुः अनेत्। उदात्तः स्वरितः धातुः सेत्। एवमेवम् प्रत्ययस्य स्वभावः। एकनिमिषं पठतु। तर्हि अत्र किमस्ति यत्र धातु मध्ये धातोमध्ये इत्संज्ञकः स्वरः यत् अस्ति तेन पदव्यवस्था भवति। यस्वरः इत्संज्ञकः नास्ति तेन इरव्यवस्था भवति। तर्हि धातौ यत् स्वरः अस्ति तर्हि इत्संज्ञकस्वरः नास्ति। सः स्वरः यदि अनुदात्तः अस्ति चेत् धातुः अनिट् भवति। अनुदात्तः अस्ति चेत् अनिट् भवति। उदात्तः स्वरितः अस्ति चेत् धातु सेत् भवति इति वार्ता अस्ति। सूत्राणि कानि कानि सन्ति ते तत् अग्रे अस्ति इति वयं इति अनन्तरं वयं पश्यामः। अस्तु, धन्यवादः महोदय। अग्रे विजिमहोदय अस्ति। महोदय संशयः अस्ति। अवशिष्टस्वरः इति केवलम् एकः अस्ति वा प्रायः? आं, तद् वयम् अग्रे पश्यामः। प्रायः न, नियमः तावदेव अस्ति यदि एका चेव अस्ति। द्वितीयप्रश्नः अस्ति सेट् अनिट् भेदद्वयम् एव वा कुत्रापि मया श्रुतं यत् वेट् इति अपि अस्ति सेट् वा अनिट् वा अनिट् वा रूपद्वयं वा इतिद्वयं वा इति हा जस्ट् लैक् वि हव् उपैपदी उपैपदी सिमिलर्ली केन् बि ऐदर् मया कुत्रापि पठितं वा पठितं वा अस्तु अहं पृच्छामि शब्दं अस्तु महोदय सम्यक् प्रश्नः सम्यक् प्रश्नः अस्ति धन्यवादः कस्यचित् गृहे गृहे दूरदर्शनमस्ति दूरदर्शनमस्ति विद्या म्यूट् करोतु म्यूट् करोतु हलो हलो हरि ओम् नास्ति महोदय गृहे गृहे टिवि अस्ति पठामि महोदय एकनिमिषं अन्ये सर्वे म्यूट् करोतु अहं म्यूट् करोमि अधुना अस्तु अस्तु प्रत्ययस्य स्वभावः आर्तधातुकस्य हेट् वलादेय इत् वलादेय आर्तधातुकप्रत्ययस्य आदौ वल् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इड् आगमो भवति वलादेरा अर्थधातुक अस्य इड् आगमः स्यात् इट् आगमः टित् अतः आद्यन्तौ टकितौ इत्यनेन प्रत्ययस्य आदौ आयाति वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि अन्तर्गतानि वल् आदौ यस्य स वलादि बहुवीरिः तस्य वलादेः आर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं वलादेः षष्ट्यन्तं त्रिपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् अङ्गात् वलादेः आर्धधातुकस्य इट् आर्धधातुकप्रत्ययस्य आदौ बल् प्रत्याहारे अन्यतमवर्णः अस्ति बल् इति प्रत्याहारे हयवरट् तस्मात् व आरभ्य हल् पर्यन्तं बल् प्रत्याहारः वर्णः सन्ति सर्वे व्यञ्जनानि आं महोदय यकारविकाय प्रत्याहारे अन्तर्वर्णः अस्ति तस्य इद् आगमो भवति वल् आदेश आर्धधातुकस्य इड् आगमः स्यात् आर्धधातुकस्य वल् प्रत्याहार आदौ आगच्छति चेत् तत्र इड् आगमः स्यात् इट् आगमः टित् अभ्यन्तौ टिकितौ इति सूत्रेण त इट् मध्ये इट् इत् भवति इ अवशिष्यते इत्यनेन प्रत्ययस्य आदौ आयाति. वल् प्रत्याहारे यकारं विहाय सर्वाणि व्यञ्जनानि सन्ति. एतत्तु दृष्टवन्तः. वल् आदौ यस्य सः वल् इति बहुव्रीहिसमासः. वल् वल् आदौ आयाति इति वल् आदौ यस्य सः वलादिः बहुर्वीः तस्य वलादेः. सूत्रम् आर्धधातुकस्येड् वलादेः इति. आर्धधातुकस्य षष्ट्यन्तम् इट् प्रथमान्तं, वलादेः अनन्तरं षष्ट्यन्तं त्रिपदम् इति सूत्रम्. अङ्गस्य इति सूत्रे इति सूत्रात् अधिकारसूत्रात् अङ्गात् इति स्वीकृत्य अनुवृत्तिसहितसूत्रं भवति अङ्गात् वलादेः आर्धधातुकस्य इट्. तर्हि शब्दं द्वित्वं भवति अस्ति तर्हि द्वित्वं किम् इडागमः भवति. व्यकारं विहाय कस्यापि आर्धातुकप्रत्ययस्य इडागमः भवति यदि प्रत्ययस्य आदौ व्यकारविहाय किमपि व्यञ्जनमस्ति. एतादृशं प्रत्ययमस्ति सेट् वर्णः इत्युक्ते किम्? अन्यतमः इत्युक्ते तेषां मध्ये एकः वर्णः. वल् प्रत्याहारे बहूनि व्यञ्जनानि सन्ति खलु, तेषां मध्ये कोऽपि एकः. अस्तु तर्हि इति वार्ता अस्ति. तर्हि अत्र अधुना अग्रे गच्छामः. मीना महोदय पठतु. वलादिः नाम वल् प्रत्याहारः आदौ यस्य सः वलि यकारं विहाय सर्वाणि व्यञ्जनानि. कस्यचित् आर्धधातुकप्रत्ययस्य आदौ यदि वल् प्रत्याहारस्य कश्चन सदस्यः अस्ति. सदस्यः किं नाम, किमर्थं कश्चन सदस्य अस्ति, तर्हि इदागमः तस्य प्रत्ययस्य आदौ आयाति. आदौ कथं ज्ञायते? किमर्थं मध्ये अपि न अन्ते अपि न? आद्यन्त्यौ टकितौ इति सूत्रेण यः आगमः टित् अस्ति सः यस्य आगमः अस्ति तस्य आदौ आयाति. कित् अस्ति चेत् यस्य आगमः अस्ति तस्य अन्ते आयाति. इट् आगमः टित् अस्ति टकाटहार इत्यस्य सः, अतः अनेन सूत्रेण इट् आगमः प्रत्ययस्य आदौ आयाति. इदागमः प्रत्ययस्य आदौ न तु धातोः आदौ, यतोहि आर्धधातुकस्य इद्वलादेः इत्यनेन इदागमः प्रत्ययस्य आगमः न तु धातोः. वलादिः नाम सर्वाणि व्यञ्जनानि यकारं विहाय. कस्य आर्धधातुकस्य प्रत्ययस्य आदौ इति वल् प्रत्याहारस्य अस्ति चेत् तर्हि इदागमः तस्य प्रत्ययस्य आदौ आयाति आर्धधातुकप्रत्ययस्य आदौ किं ज्ञायते इति उक्ते किमर्थं न मध्ये किमर्थं न आदौ आद्यन्तटिकितौ इति सूत्रेण एव टकार टित् अस्ति चेत् आदौ कित् अस्ति चेत् अन्तौ उत्तममेव कित् अस्ति चेत् तस्य अन्ते आयाति यद् आगमः इत् टित् अस्ति तस्मात् आद्यन्तौ टिकितौ इति सूत्रेण प्रत्ययस्य आदौ आयाति टित् इति अनेन कारणेन इडागमः प्रत्ययस्य आदौ न तु धातोः आदौ प्रत्ययस्य आदौ आर्धधातुकस्य इद् बलादेः प्रत्ययस्य आगमः न तु धातोः तर्हि आद्यन्तौ टकितौ सूत्रमस्ति तद्वदति यत् आद्यन्तौ टकितौ नाम आदि ट अन्त कित् इति तत्र आद्यन्तौ अस्ति आदिन्त टकितमध्ये अस्ति ट कित् टित् कित् टित् अस्ति तत् आदौ आगच्छति कित् अस्ति चेत् अन्तौ आगच्छति यस्यापि आगमः अस्ति तस्या आदौ आगच्छति टित् अस्ति चेत् तस्य अन्ते आगच्छति कित् अस्ति कित् अस्ति चेत् तर्हि अत्र आर्धातुकस्य इड् वलादेः इति सूत्रेण षष्ठीविभक्ति कस्य अस्ति आर्धातुकस्य अस्ति नाम आर्धातुकस्य प्रत्ययस्य आगमः भवति इति षष्ठी इति षष्ठीविभक्त्या वयं जानीमः तदनन्तरम् इड् इड् वलादेः आर्धातुकस्य इड् वलादेः नाम इड् अस्ति नाम ट टित् अस्ति टित् अस्ति अतः यस्य आगमः तस्य आदौ तर्हि आर्धातुकस्य अस्ति खलु तर्हि आर्धातुकस्य प्रत्ययस्य आदौ इकारः आगच्छति इति वार्ता अस्ति इति प्रश्नः इति अस्ति आम् पठतु आर्धधातुकप्रत्ययः कः इति स्मर्यताम् प्रत्येकं प्रत्ययः यः धातुतः विहितः सः आर्धधातुक आर्धधातुक वा प्रत्ययः तिङ्क्षित् वा चेत् तिङ्क्षित् सार्वधातुकम् इत्यनेन स च प्रत्ययः सार्वधातुकः तिङ्क्षित् नास्ति चेत् आर्धधातुकं शेषः इत्यनेन प्रत्ययः आर्धधातुकः तत् सुलभमेव महोदय तर्हि इदागमविधायकं सूत्रम् आर्धधातुकस्य इद्वलादेः अनेन धातुभ्यः वलादिः आर्धधातुकप्रत्ययः विधीयते चेत् तस्य प्रत्ययस्य इदागमः भवति नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः वलादिः अस्ति सः प्रत्ययः सेत् अयं नियमः तिङ् प्रत्ययः प्रसङ्गे पर्याप्तं किन्तु धातुभ्यः विहितः प्रत्ययाः द्विविधाः तिङ् कृत् च कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः वशादिः चेत् इडागमो निषिध्यते निषिध्यते इदं किञ्चित् भ्रमः अस्ति तत्र पृच्छतु इदागमसूत्रम् आर्धधातुकस्य इद्वलादेः अनेन धातुभ्यः आर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः वलादि चेत् तस्य प्रत्ययस्य इदागमः भवति यस्य प्रत्ययः आर्धधातुकप्रत्ययः प्रत्याहारात् आदि अस्ति चेत् तस्य प्रत्ययस्य इडागमः भवति. अनेन सूत्रीय अत्र न अवगतं नाम अनेन सूत्रेण यः कोऽपि आर्धधातुकप्रत्ययः बलादिः अस्ति स प्रत्ययः स्वेत् अयं नियमः तिङ् प्रत्ययः प्रसङ्गे पर्याप्तम् किन्तु धातुभ्यः विहितः प्रत्ययाः द्विविधाः तिङ् प्रत्यये कृत् प्रत्ययमपि कृत् प्रत्ययेषु द्वितीयप्रमुखसूत्रेण प्रत्ययः दशादिः चेत् इडागमो निषिध्यते. अहं न अवगतं तत् वाक्यं मया न अवगतम्. अधुना वयं जानीमः यत् आर्धधातुकप्रत्ययः अस्ति चेत् वलादिः अस्ति चेत् इड् भवति, परन्तु कृत् प्रत्ययाः परन्तु कृत् प्रत्ययेषु कृते एकम् अधिकम् एकं द्वितीयं सूत्रमस्ति येन कृत् प्रत्ययः यदि वशादि अस्ति नाम वश् प्रत्याहारस्य अन्यतमः वर्णः कृत् प्रत्ययस्य आदौ आगच्छति तर्हि इडागमः न भवति इति तस्य निषेधः भवति इति द्वितीयः सूत्रमस्ति. तद् वयम् अग्रे पठिष्यामः. वशादिः वश्य न प्रत्याहारः नास्ति अस्ति न खलु वशास्ति खलु ओहो वश अस्ति कुत्र अस्ति वश् इत्युक्ते वश् इत्युक्ते किं न वश् वश् इत्यस्य हयवरट् तत्र व अस्ति तत् वश् अस्ति. अस्तु धन्यवादः महोदय. अग्रे मदर् महोदय एकः प्रश्नः पृच्छतु. अयं नियमः तिङ्प्रत्ययप्रसङ्गे पर्याप्तम् इति वाक्यं न अवगतं यतोहि आर्धधातुकस्य इड् वलादे इत्यनेन केवल आर्धधातुकप्रत्ययस्य पर्याप्तं किल, तिङ्प्रत्ययः तु सार्वधातुकमस्ति. प्रश्नः समीचीनः अस्ति. तर्हि किमस्ति यत् तिङ्क्षित् सार्वधातुकम् इति सूत्रेण सामान्यतया तिङ् प्रत्ययः तु अस्ति किमस्ति सार्वधातुकं सार्वधातुकं तर्हि परन्तु तत् सूत्रं पर्याप्तं नास्ति. तदग्रे सूत्राणि सन्ति यद् वदन्ति केचन केचन क्षम्यतां कासु कासु स्थितिषु स्थितिषु तिङ् प्रत्ययः आर्धधातुकः भवति इति अस्ति. तर्हि लट् लकारे लोट् लकारे लङ् लकारे विधिलिङ्ग् लकारे तु तिङ् प्रत्ययः सार्वधातुकः सन्ति अतः तत्र तु इडागमस्य प्रश्नः एव नास्ति. परन्तु केचन केचन लकारेषु फार् एक्साम्पल् लृट् लकार अस्ति खलु, लृट् लकारे पठिष्यति भवति गमिष्यति भवति तत्रापि तिङ् प्रत्ययः अस्ति खलु, तर्हि कथं तत्र इडागमः भवति? तर्हि तत्र तत्र सूत्राणि सन्ति यत् वदन्ति यत्र अत्र तिङ् तिङ् प्रत्ययः अस्ति परन्तु तत् सार्वधातुकं नास्ति इति. अस्माभिः यदि यदा वयं लकारस्य विषये यदा वयं पठिष्यामः तत्र आगच्छति. अयं नियमः पर्याप्तम् इति कथं वक्तुं शक्यते? अन्यसूत्रापि आगच्छन्ति किल? अत्र अत्र प्रश्नः अस्ति यत् तिङ् प्रत्ययेषु कृते कुत्र इडागमः भवति कुत्र न इति तस्य तस्य कृते केवलम् आर्धातुकस्य इडवलादेः सूत्रपर्याप्तम् इति. परन्तु कृत् प्रत्ययेषु विषये तद् नास्ति यतोहि केचन केचन कृत् प्रत्ययः यदि वशादिः सन्ति तत्र इडागमः न भवति इति वार्ता अस्ति. अस्तु अवगतं धन्यवादः. अस्तु हा हिना महोदय प्रश्नः अस्ति खलु. भविष्यति इति पदे श्य तिङ् प्रत्ययः प्रत्ययम् एव किल श्य प्रत्ययम् आर्धदातुक गण गणे नास्ति प्रथमगणे तृतीयगणे दशगणे नास्ति श्य प्रत्ययः यस् बिलाङ्ग् टु एनी गण तस्मात् आर्धदातुकमेव किल आम् खलु सत्यम् अस्तु अग्रे गच्छामः मलर् महोदय पठामि वा मलर् महोदय हलो मलर् महोदय पठामि महोदय श्रूयते न मलर् महोदय पठति श्रूयते वा पठामि आम् पठतु ने वशी कृति कृत् प्रत्ययस्य आदौ वस् प्रत्याहारे अन्यतमवर्णः अस्ति चेत् तस्य इगामः न भवति यस्मिन् विधि तदा तादलगृहणे वार्तिकम् इत्यनेन वशी कृति इत्युक्तौ वशादौ कृति तादृशप्रत्ययः यस्य आदौ वस् स्यात् वस् प्रत्याहारे वर्गीयव्यञ्जनानां तृतीयः चतुर्थः पञ्चमः च सदस्याः अकार रेफरकाराः च नाम कित्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमः द्वितीयः अथवा ष प्रथमान्तं वशि सप्तम्यन्तं कृति सप्तम्यन्तम् अनेकपदमिदं सूत्रम् अङ्गस्य इत्यस्य अधिकारः अनुवृत्तिः सहितसूत्रम् अङ्गात् न इत् वशी कृते कृति अत्र सूत्रं किं वदति कृत्प्रत्ययस्य यदि कृत्प्रत्ययस्य आदौ वस् प्रत्याहार वर्णाः भवति चेत् इगामः न भवति इति वदन्ति तर्हि अङ्गात् कृत्प्रत्ययः अस्ति अपि तु कृत् प्रत्याहारस्य आदौ वश् प्रत्याहारस्य अन्यतमः वर्णः अस्ति चेत् तस्य इडागमः न भवति तर्हि अत्र प्रश्नः यस्मिन् विधिस्तदादल् यस्मिन् विधस् यस्मिन् विधिस्तदादावल् ग्रहणे अस्य वार्तिकस्य अर्थं किम् यस्मिन् विधिः तद् तदा गृहणे नागच्छामि महोदय नेड् वशीकृति अत्र किमस्ति कृत् प्रत्ययः अस्ति कीदृशं कृत् प्रत्ययः वश् इति अस्ति तर्हि सामान्यरूपेण यदि वयं यदि कोऽपि चिन्तयति तत् वदति यत् यदि कृत् प्रत्ययः वश् प्रत्याहारमध्ये कोऽपि वर्णः अस्ति तावद् एव कृत् प्रत्ययः नाम कृत् प्रत्ययः केवलं र ल अथवा तृतीयचतुर्थ पञ्चमव्यञ्जनम् अस्ति चेत् एव परन्तु तावद् नास्ति यस्मिन् विधिपदादवल्ग्रहणे इति वार्तिकेन अस्ति यत् वशी इत्युक्ते न केवलं तावद् तादृशं कृत् प्रत्ययः यत् साक्षात् वश् अस्ति परन्तु तादृशं कृत् प्रत्ययः अपि ग्रहणीयं यस्य आदौ अस्ति वश् कृत्येव नास्ति वश् प्रत्याहारे कोऽपि वर्णः अस्ति चेदपि न भवति. अग्रे पठामि वा महोदय? वस् प्रत्याहारे वर्गीयवञ्चनानां तृतीयः चतुर्थः पञ्चमसदस्याः मकार रेत लकाराः च. वस् प्रत्याहारे तृतीयचतुर्थपञ्चमसदस्याः च वकार रेत अपि अस्ति. नाम कृत्सु प्रत्ययस्य आदौ वर्गीयव्यञ्जनानां प्रथमद्वितीय अथवा चेत् इदानुकूलः अनुकूलः इति नागच्छामि. अनुकूले अधुना एव अस्माभिः चरितं खलु. एतत् वाक्यं न वदामि महोदय. नाम कृत्सु प्रत्ययस्य आदौ वर्गीयवञ्जनानां प्रथमद्वितीय अथवा चेत् इदमः भवति. वर्णः अस्ति चेत् आदौ तत् इडानुकूलः नास्ति अतः अनिट् अस्ति. परन्तु वश् प्रत्याहारस्य वर्णः नास्ति यदि नामः प्रथमः द्वितीयः अथवा श श सः वर्णः अस्ति चेत् इडानुकूलः अस्ति. इडानुकूलः इडानुकूलः भवितुं शक्नोति. अस्ति इति न, इडानुकूलः भवितुं शक्नोति. मैट् बि पासिबल् देट् इट् इस् इडागमः भवति. परन्तु वश् प्रत्याहारस्य अस्ति यदि अस्ति तर्हि तु सत्तु कदापि न भवति इति अस्ति. न अव्ययपदम् अव्ययपदम् तर्हि अनुवृत्तिसहितसूत्रमस्ति अङ्गात् न इट् वशीकृति. तर्हि अत्र प्रश्नः आगच्छति खलु अत्र यत् अस्य अर्थः एवं वा यदि कृत् प्रत्याहारस्य आदौ कृत् प्रत्ययः अस्ति तस्य आदौ वश् प्रत्याहारस्य वर्णः आगच्छति तर्हि इडागमः न भवति इति तु अस्ति. परन्तु वश् प्रत्याहारस्य वर्णः न आगच्छति चेत् सर्वदा इडागमः भवति वा इति अपि नास्ति. इति नास्ति यतोहि वयं जानीमः यत् शत्रिप्रत्ययः अस्ति खलु. शत्रिप्रत्यये कृत् प्रत्ययः अस्ति. तस्य आदौ अस्ति अत् अस्ति खलु. अत् तर्हि अत् ओ अकारः अस्ति. अकारः अस्ति अतः अकारः वश् प्रत्याहारेण आगच्छति. परन्तु शत्रिप्रत्यये अतः नेड् वशीकृति इति सूत्रेण शत्रिप्रत्ययस्य इडानुकूलता भवति इति वार्ता अस्ति वा? नास्ति. शत्रिप्रत्यय यद्यपि तस्य आदौ इडागम तस्य आदौ वश् प्रत्याहारस्य वर्णः नास्ति तर्हि इडानुकूलः नास्ति. किमर्थम्? यतोहि प्रत्ययस्य इडानुकूलता अस्ति तस्य कृते सूत्रं किम् अस्ति? आर्धातुकस्य इड् बलादेः खलु. तर्हि प्रत्ययः आर्धातुक नास्ति चेत् इडागमः न भवति. यतोहि केन सूत्रेण भवति? न भवति. शत्रिप्रत्यये सार्वधातुकमस्ति खलु, शित् अस्ति. शत्रिप्रत्ययस्य तु कोऽपि सूत्रमेव नास्ति यत् वदति यत् शत्रिप्रत्ययस्य इडागमः भवति. शत्रिप्रत्ययस्य तु इडागमः न भवति एव केनापि स्थित्या. तर्हि प्रश्न तर्हि अस्ति यत् कृत् प्रत्ययस्य आदौ वश् प्रत्याहारस्य वर्णः अस्ति चेत् इडागमः न भवति. परन्तु वश् प्रत्याहारस्य वर्णः नास्ति चेत् इडागमः भवति इति न इति वार्ता. अस्तु, समयः समाप्तः. प्रश्नः अस्ति वा भवति? न महोदय. अस्तु, तर्हि अग्रिमरविवासरे धन्यवादः महोदय. धन्यवादः. धन्यवादः. धन्यवादः महोदय. नमस्कारः.